सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्। आरम्भे एकं सुभाषितं श्रूयतां। भगिनी सुभाषितं स्मारयतु। अस्मद्गुरुभ्यो नमः। विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्याविहीनपशुः। गुरुभ्यो नमः। धन्यवादाः। अद्य श्वः परश्वः प्रपरश्वः इत्यादीनाम् अव्ययानां प्रसङ्गे चिन्तनं कुर्वन्तः आस्म। एतेषाम् अव्ययानां प्रसङ्गे चिन्तनम् आरब्धमासीत्। एतेषाम् अव्ययानां प्रयोगः कथं भवति इति अवगन्तुं चतुस्सप्ततितमे पुटे एकं प्रसङ्गं पठन्तः आस्म। प्रसङ्गस्य विषयः कः? सः प्रसङ्गः न समापितः, किन्तु प्रसङ्गस्य विषयः कः इति पश्यामश्चेत्, कुरुक्षेत्ररणरङ्गे युद्धं जायमानमस्ति अथवा युद्धं प्रवर्तमानमस्ति। युद्धस्य आरम्भः अभवत् तदा कौरवाणां पक्षे पाण्डवानां पक्षे च बहवः सैनिकाः मृताः, अनेके वीराः युद्धे मृताः। एतत् सर्वम् अवलोकयन् युधिष्ठिरः चिन्तामग्नः आसीत्। सः विषण्णवदनः सन् अथवा सः विषादम् अनुभूतवान् अथवा सः विषण्णवदनः सन् चिन्तयन् आसीत्। तत्र वयं स्थगितवन्तः। अद्य तस्य एव चिन्तनम् अनुवर्तते। इत्युक्ते प्रसङ्गः न समापितः इति विषयः। तदर्थं भवन्तः सर्वे चतुस्सप्ततितमं पुटं पश्यन्तु। प्रसङ्गस्य मध्ये आस्म वयं। तत्र प्रसङ्गे रक्तवर्णैः लिखितानि पदानि सन्ति, स एव अस्माकं विषयः। इत्युक्ते तत्र अव्ययानि पदानि सन्ति। अद्य, ह्यः, श्वः इत्यादीनि पदानि आधारीकृत्य अथवा अवलम्ब्य सः प्रसङ्गः निर्मितः। तत्तु सम्भाषणं नास्ति, केवलं प्रसङ्गः एव। इत्युक्ते युधिष्ठिरः दुःखितः भूत्वा चिन्तयन् आसीत् मनसि, सः इतोपि किं चिन्तयति इति अद्य एकवारम् अवलोकयाम। तदर्थं तं पुटं पश्यन्तु। तत्र प्रसङ्गस्य मध्ये आस्म वयं गते सप्ताहे। अपि च व्याकरणविषयान् परिशीलयामश्चेत्, श्वः कस्य जयः इति पाठस्य शीर्षकमस्ति। जयः इति पदं जी धातोः रूपं, वि उपसर्गस्य योजनेन विजयः इति पदं सिध्यति। परा इति उपसर्गस्य योजनेन पराजयः इति पदं सिध्यति। जी धातुतः अच् प्रत्ययस्य योजनेन जयः इति पदं सिध्यति। तत्र एरच् इति एकं सूत्रमस्ति। एः अच् इति तत्र पदविभागं कुर्मः चेत्, एः अच् इकारान्तधातुः अस्ति चेत् अच् प्रत्ययस्य योजनेन जयः इति तत्र पदं सिध्यति। तादृशं पदमेव ची धातुतः, ची धातोः रूपं चिनोति अस्ति, ची धातोः रूपमेव जयः अच् प्रत्ययान्तरूपं। ची धातुतः जयः, जी धातुतः जयः इत्यादीनि पदानि सिध्यन्ति। अपि च अत्र जी धातोः प्रसङ्गे गते सप्ताहे लता भगिनी उक्तवती एव, तत्र जी धातुतः वि उपसर्गस्य योजनेन आत्मनेपदं सिध्यति। इत्युक्ते जी धातुः तस्य रूपं परस्मैपदरूपं, जी जयति परस्मैपदरूपं, किन्तु वि उपसर्गस्य योजनेन विजयते इति रूपं सिध्यति। विजयते गोपालचूडामणिः इति वयं पठितवन्तः। विजयते इति आत्मनेपदरूपं सिध्यति। परा इति उपसर्गस्य योजनेन पराजयते इति रूपं सिध्यति। अत्र विपराभ्यां जेः इति सूत्रमस्ति, इत्युक्ते जी धातुतः वि अथवा परा उपसर्गस्य योजनेन तत्पदम् आत्मनेपदं भवति इति तत्र विषयः अस्ति. तावत्पर्यन्तं वयं पठितवन्तः. अधुना प्रसङ्गं पश्यन्तु, एकवारम् अवलोकयामः. अत्र गोमती भगिनी भवती पठतु. परश्वः कस्य जीवनं कस्य मरणं न जानीमः. प्रपरश्वः तदनन्तरं कस्य कस्य किं किम् इति न ज्ञातं भवति. सर्वस्य अस्य कारणं मम राज्याभिलाषः. अहमेव सर्वविधस्य क्लेशस्य हेतुः. अहं कथं जीवानि, हा हा हा इति रोदिति. भवती उक्तवती परश्वः युधिष्ठिरः चिन्तावान् आसीत्. बहवः जनाः मृताः, युद्धं प्रवर्तितमस्ति. सः स्वयं वदति अपि श्वः कस्य पराजयः भवति अहं न जानामि. तथा एव परश्वः अपि कः जीवति कस्य मरणं भवति इतपि अहं न जानीमः. किं भवति इति अहं न जानीमः. अनन्तरं अत्र अहं न जानीमः इति वाक्यं साधु वा? ओ क्षम्यतां, वयं न जानीमः. अहं न जानामि, वयं न जानीमः. क्षम्यतां भगिनि. प्रपरश्वः अपि कस्य किं किं भवति इत्यस्य अपि ज्ञानं नास्ति. अहं न जानामि किं भवति इति. मम ग्रीडिनेस् किं वदामि भगिनि, मम लोभः एव कारणम् अस्य स्थित्यां. अहमेव सर्वविधस्य क्लेशस्य हेतुः इति सः पूर्णतया युद्धस्य फलं कारणं सर्वं स्वं नेत्वा बहु चिन्तवान् भवति. अनन्तरं अहं कथं जीवानि इति सः चिन्तयति, रोदिति अपि. उत्तमं. चिन्तितवान्, चिन्तयति, चिन्तितवान् इति रूपं भवति. भगिनी सुन्दररीत्या उक्तवती. भगिनी भवत्याः प्रतिपादनं बहु समीचीनम् अस्ति, किन्तु प्रत्येकं पदं स्वीकृत्य वयं किञ्चित् चिन्तनं कुर्मः. परश्वः इति पदम् अस्ति, कीदृशं पदम्? परश्वः इत्युक्ते अद्य, श्वः, तदनन्तरं परश्वः इति भविष्यत्कालविषयः अस्ति. तत् अव्ययमस्ति इति चिन्तयामि भगिनि. अव्ययमस्ति न? उत्तमम्, अव्ययपदं. कस्य इति रूपं वदतु. किम् इति मकारान्तप्रातिपदिकस्य षष्टि एकवचनरूपम्. अत्र पुल्लिङ्गं, कस्य जीवनं कस्य मरणं पुल्लिङ्गमस्ति अत्र. उत्तमं. जीवनम् इति पदं कीदृशं? जीवनम् अहं चिन्तयामि जीवन इति अकारान्तप्रातिपदिकम् इति चिन्तयामि. जीवनम् इति द्वितीय विभक्ति एकवचनरूपं. नपुंसकलिङ्गं वा कस्य जीवनं पुल्लिङ्गं वा न जानामि. अत्र भवती यदुक्तवती अकारान्तपदमेव किन्तु नपुंसकलिङ्गपदं. बहवः जानन्ति इति मन्ये. एतावता जीवनम् इति ल्युट् प्रत्ययान्तरूपम् अस्ति, ल्युडन्तरूपम् इति वदामः. ल्युडन्तपदानि सर्वाणि नपुंसकलिङ्गपदानि एव भवन्ति. अपि च अत्र भवती जानाति एव, अत्र जीव् इति धातुः अस्ति. जीव् धातुः तस्य रूपं जीवति, जीवति इति रूपम् अस्ति. जीव् धातुतः ल्युट् प्रत्ययस्य योजनेन तत्र युवोरनाकौ इति सूत्रेण अन आदेशः भवति इति कृत्वा जीवन इति प्रातिपदिकं सिद्ध्यति. अपि च जीवनम् इति नपुंसकलिङ्गपदमस्ति, ल्युडन्तपदम् इति विषयः. तथा एव मरणं वदतु. मरणमपि अकारान्त नपुंसकपदं द्वितीयविभक्ति. मृधातुः, मृधातु ल्युडन्तरूपं. मृ मृयोगः अना इति भवति. अना तस्य मृ गुणः भवति. मृ मर् मरना भवति. अनन्तरं रेफस् नकारान्तस्य नकारान्तं भवति. दशाभ्यां णो नः समानपदे इति सूत्रेण मरणं नपुंसकपदमस्ति. रेफात् अनन्तरम् अकारः अपि अस्ति. क्षम्यता, रेफात् अनन्तरम् अकारः अस्ति. ततः अट् कुप् वाङ् नुम् अव्ययापि व्यये अपि इति सूत्रेण नकारस्य नकारः भवति. साधु भगिनी, अत्र मृ इति धातुः अस्ति. मृ मृ इति ऋकारान्तधातुः. मृ धातोः लट्लकाररूपं म्रियते इत्युक्ते तत्र आत्मनेपदिरूपम् अस्ति. म्रियते इति रूपम् अस्ति. तत्र एकं विशिष्टं सूत्रमस्ति, रिङ्क्षयग्लिङ्क्षु इति सूत्रेण मृ म्री भवति. तत्र लट्लकाररूपं म्रियते इति रूपं सिद्ध्यति. किन्तु मृ धातोः प्रसङ्गे तस्य रूपम् आत्मनेपदी लट्लकाररूपम् आत्मनेपदी भवति. किन्तु तत्र एकः विषयः स्मर्तव्यः अंशः अस्ति. लृट् भविष्यत्कालरूपं पश्यामश्चेत् तत्र मरिष्यति. उत्तमं भगिनि, मृ धातोः लट्लकाररूपं म्रियते अस्ति, किन्तु भविष्यत्कालरूपं पश्यामश्चेत् मरिष्यति अस्ति. इत्युक्ते परस्मैपदरूपं दृश्यते. किमर्थम् इति परिशीलयामश्चेत् तत्र एकं विशिष्टं सूत्रमस्ति, लुङ् लिङ्गोश्च इति सूत्रमस्ति. इत्युक्ते लुङ् लकारे आशीर्लिङ्लकारे षित् प्रत्यये परे एव आत्मनेपदिरूपं सिद्ध्यति. अन्येषु स्थलेषु तस्य रूपं परस्मैपदी एव. इत्युक्ते मृधातोः प्रसङ्गे किञ्चित् ज्ञातव्यः विषयः अस्ति. अपि च मृधातोः रूपमेव मृतिः, क्तिन् प्रत्ययान्तरूपं मृतिः अस्ति. मृधातुतः म्रियते इति रूपं कथं सिद्ध्यति इत्युक्ते तत्र रिङ्गादेशः भवति इति कृत्वा रिङ्क्षयग्लिङ्क्षु इति सूत्रेण तत्र म्रियते इति रूपं सिद्ध्यति. किन्तु विषयान्तरम् एतत् सर्वं. दर्शना भगिनी, भवती अग्रिमं वाक्यं स्वीकृत्य किञ्चित् परिशीलयतु. धन्यवादः भगिनि. तदनन्तरं कस्य कस्य किं किम् इति न ज्ञातं भवति. तत्र प्रपरश्वः पुनः अव्ययं. तदनन्तरं तत् अन्तरं तत्र दष्ट्वं भूत्वा तदनन्तरम् अभवत्. अन्तरं तु अव्ययपदं. कस्य कस्य किं किम् इति न ज्ञातं भवति. कस्य तु यथा भगिनी उक्तवती आदौ, किं प्रातिपदिकं मकारान्त पुंलिङ्गशब्दः षष्टिविभक्ति इति पुनः अव्ययं. ज्ञातं सप्रत्यय इति अहं मन्ये, ज्ञाधातुतः उत्पन्नः शब्दः, नपुंसकलिङ्गम् अस्ति. भवति तु भूधातु, भूधातुः लट्लकारे अस्ति, एकवचनम्. उत्तमं, भवती वक्तुमिच्छति वा भूधातोः रूपं भवति कथं भवति इति? भवती वक्तुमिच्छति चेत् वदतु. अहं पूर्णतः न जानामि, परन्तु तत्र गुणसन्धिः अभवत् तत्तु अहं जानामि, परन्तु कण्ठस्थः नास्ति. चिन्ता मास्तु. साधु भगिनी, द्वादिः गणे शप् प्रत्ययः, तत्र किं विस्मृतवती भगिनी. चिन्ता मास्तु. वदतु भगिनी. अरुणा भगिनी वदतु. भूधातु लट्लकारे कर्तरि शप् कर्त अभिप्राये कर्तृ शप् शप् आगच्छति. शप् सार्वधातुकमस्ति, आ एव अवशिष्यति. सार्वधातुक आदधौतुक इति सूत्रेण भू भो भवति, भो योगः ति भो योग आवादेशः भवति, भवति इति रूपं निष्पन्नं भवति. केन सूत्रेण अवादेशः भवति? यचोयावयव सूत्रेण, यचोयवायावः इति यान्तमान्तादेशसन्धि भूत्वा एतावता भवति इति भूधातोः रूपम् अस्ति, भवादिगणे अस्ति. अत्र तस्य अनन्तरम् इति भवति. दर्शनभगिनी अत्र पश्यतु, किं किम् इति लिखितम् अस्ति. तत्र मकारस्य स्थाने अनुस्वारः अस्ति. भवती वक्तुमिच्छति वा किमर्थं तादृशरीत्या लिखितमस्ति? अग्रे अग्रे स्वरः अस्ति, तदर्थं मकारान्तः अस्ति. पूर्णतया पश्यतु, अत्र त्रीणि पदानि सन्ति. किं किम् इति एतानि त्रीणि पदानि अवलोकयामश्चेत् अत्र आरम्भे मकारस्य स्थाने अनुस्वारः दृश्यते, अनन्तरं मकारस्य स्थाने अनुस्वारः न आगतः. किमर्थम्? अत्र भेदः अस्ति, लेखनशैल्यां भेदः अस्ति. भवती विवृणोति वा? अपि तत्तु अहं न जानामि. अनुस्वारसन्धि अभवत् तत् अहं जानामि. अपि च द्वितीया किम् अस्य स्वरः स्वरः अस्ति, तदर्थं मकारान्तः अस्ति इति अहं तत् तावत्पर्यन्तमहं जानामि. उत्तमं न जानामि. उत्तमं भगिनि, तदेव आरम्भे अत्र अनुस्वारसन्धिः भवति. शोभा भगिनी एकवारम् एतानि त्रीणि पदानि परिशील्य कुत्र अनुस्वारसन्धिः भवति, कुत्र न भवति, भवति चेत् किमर्थं भवति? आं भगिनि, तत्र कस्य पदस्य अनन्तरं किम् इति, पूर्वं किं मकारान्त एव अस्ति, किम् इति शब्दं, तदनन्तरं अन्यत् किम् इति, तत्र ककारः अस्ति. आदौ ककारः तु व्यञ्जनम् अस्ति. तत्र प्रथमतया किम् इत्यस्य मकारस्य मोनुस्वारः इत्यनेन अनुस्वारः आगच्छति. मोनुस्वारः सूत्रं वदति पदान्तस्य मकारस्य स्थाने अनुस्वार आदेशः हलि परे इति. तत्र का इति हल् वर्णस्थः अस्ति, अतः तत्र अनुस्वारः आगच्छति. द्वितीय किं पदं मकारः एव तिष्ठति. किमर्थं चेत् तत्र अच् वर्णेषु अन्यतमवर्णः अस्ति इ इति, तत्तु हल् नास्ति, अतः मोनुस्वारः इति तत्र कार्यं न करोति. उत्तमं, तदेव हलि परे, व्यञ्जने परे एव अनुस्वारसन्धिः भवति. अत्र ककारः हल् वर्णः, तदर्थमेव मकारस्य स्थाने अनुस्वारादेशः भवति. अनुस्वारसन्धिः इति अत्र कार्यम् अभवत् आरम्भे. पश्चात् किं योगः इति, तत्र परपदस्य आदिमवर्णः इकारः अस्ति इति कृत्वा तत्र हल् वर्णः नास्ति, इकारः अच् वर्णः अथवा स्वरवर्णः, तदर्थं तत्र अनुस्वारसन्धिः न भवति. यदा वयं लिखामः एवं रीत्या एव लेखनीयम् इत्युक्ते तत्र सन्धिकार्यं कृत्वा आरम्भे लिखितमस्ति, तथा लिखन्तु इति एकः विषयः. अपि च मोनुस्वारः इति कथनेन अहं पूर्वमपि उक्तवती, किञ्चित् पुनस्मरणत्वेन वदामि. मोनुस्वारः इति कथनेन तत्र मह अनुस्वारः इति अर्थः, तत्रापि विसर्गसन्धिः भवति. अपि च दर्शना भगिनी उक्तवती एव, ज्ञातं ज्ञातं भवति इति, ज्ञातम् इति क्ताप्रत्ययान्तरूपं, क्ताप्रत्ययान्तरूपाणि त्रिषु लिङ्गेषु भवन्ति. ज्ञातं ज्ञातः ज्ञाता इति त्रीणि रूपाणि भवन्ति. अत्र किं भवति इति न ज्ञातम् इति सः चिन्तयति. ज्ञाधातोः प्रसङ्गे दर्शनभगिनी भवती वदतु, ज्ञाधातोः लट् रूपं किम्? जानामि जानामि जानामि जानाति अस्ति जानीतः जानीमः. ज्ञाधातोः रूपमेव ज्ञातिः भवन्तः जानन्ति एव ज्ञातिः ज्ञातिः इत्युक्ते तिन् प्रत्ययान्तरूपं ज्ञातिः इत्युक्ते दायादाः इति अर्थः अस्ति. ज्ञाधातोः ल्युडन्तरूपम् एव ज्ञानम् ज्ञानम् इति ल्युडन्तरूपं ज्ञातम् इति क्टाप्रत्ययान्तरूपम् अस्ति. अपि च अत्र पश्यन्तु ज्ञाधातुः सकर्मकधातुः सकर्मकधातुः अस्ति चेत् केवलं तस्य क्तान्तरूपस्य प्रयोगः कर्मणि प्रयोगे एव भवति. इत्युक्ते गते सप्ताहे लता भगिनी पृष्टवती क्ताप्रत्ययान्तरूपाणि उपयुज्य वाक्यं कर्तरिप्रयोगे भवति वा नो चेत् कर्मणि प्रयोगे भवति वा अथवा द्विधा अपि भवितुमर्हति वा विषयः कः इति भगिनी पृष्टवती. अत्र ज्ञाधातुः सकर्मकधातुः धातुः सकर्मकधातुः अस्ति अपि च क्तान्तरूपम् अस्ति इति कृत्वा अस्य पदस्य प्रयोगः केवलं कर्मणि प्रयोगे एव भवति. तत्र धातुः गत्यर्थकधातुः अथवा अकर्मकधातुः अथवा श्लिषादयः इति केचन धातवः सन्ति तेषां प्रसङ्गे कर्तरीप्रयोगे अपि वाक्यं भवितुमर्हति. अकर्मकधातुः अस्ति चेत् क्तान्तरूपम् उपयुज्य केवलं भावे प्रयोगे एव भवति. किन्तु सकर्मकधातुः अस्ति चेत् वाक्यं कर्मणि प्रयोगे भवति. अत्र वाक्यं किञ्चित् परिवर्त्य लिखामश्चेत् मया न ज्ञातम् इति अर्थः. अत्र वाक्यं कर्मणि प्रयोगे अस्ति मया न ज्ञातं भवति इति अर्थः. अपि च क्तान्तपदम् उपयुज्य वाक्यं भूतकालार्थे भविष्यत्कालार्थे वर्तमानकालार्थे अपि भवितुमर्हति. इत्युक्ते ज्ञातम् आसीत् अथवा ज्ञातं भविष्यति ज्ञातमस्ति एतानि सर्वाणि रूपाणि भवितुमर्हन्ति. ज्ञाधातुः सकर्मकधातुः नपुंसकलिङ्गे रूपम् अत्र दत्तमस्ति ज्ञातम्. साधु भगिनी दर्शना भगिनी अधुना संशयः श्लिष्टातु सकर्मक किल ऐ गोट् कन्फ्यूस् गत्य गम् धातु अकर्मकात् भवति श्लिष्टातु सकर्मक किल इति संशयः अभवत् तत्र कर्तरि प्रयोगे श्लिष् एतावता क्ताप्रत्ययान्तरूपाणि उपयुज्य धातुः सकर्मकधातुः अस्ति चेत् वाक्यं केवलं कर्मणि प्रयोगे एव भवति. धातुः अकर्मकधातुः अस्ति चेत् भाव्यप्रयोगे वाक्यं भवति. अकर्मकधातुः अस्ति चेत् कर्तरिप्रयोगे अपि वाक्यं भवितुमर्हति. कथमित्युक्ते मम पार्श्वे तत् करपत्रमस्ति पश्यन्ती अस्मि. तत्र बालः हसितः बालः हसितः तत्र हस् धातुः अकर्मकधातुः. बालः हसितः इत्यस्मिन् वाक्ये बालः तस्य विशेषणं भवति हसितः इति पदं. तत् वाक्यं कर्तरिप्रयोगे अस्ति. यद्यपि गम् धातुः सकर्मकधातुः एव सकर्मकधातुः अस्ति चेदपि गम् धातोः प्रसङ्गे इत्युक्ते केचन गत्यर्थकधातवः सन्ति तेषां गत्यर्थकधातूनां प्रसङ्गे वाक्यं न केवलं कर्मण्यर्थे कर्तरिप्रयोगे अपि वाक्यं सम्भवति इति तत्र विषयः. तदवगन्तुमेव गोविन्दः नगरं गतः इति वाक्यं दत्तमस्ति. गोविन्दः नगरं गतः इत्यस्मिन् वाक्ये गोविन्दः गतः इति तत्र अन्वयः भवति. इत्युक्ते गोविन्दस्य विशेषणम् एव गतः. गतः इति क्तान्तरूपमस्ति. तत्र गोविन्दः नगरं गतः इति वाक्यं कर्तरिप्रयोगे अस्ति. एतदेव वाक्यं कर्मणि प्रयोगे अपि भवितुमर्हति. गोविन्देन नगरं गतम् इति वाक्यमपि साधु एव. गोविन्देन नगरं गतम् इति वाक्यं कर्मणि प्रयोगे अस्ति. तदेव वाक्यं भिन्नरीत्या कर्तरिप्रयोगे लेखितुमिच्छामश्चेत् तत्र गोविन्दः नगरं गतः इति वाक्यं सम्भवति. इत्युक्ते धातुः गत्यर्थकधातुः अस्ति चेत् गत्यर्थकधातोः क्तान्तरूपम् उपयुज्य कर्तरिप्रयोगे वाक्यं सम्भवति कर्मणि प्रयोगे अपि वाक्यं सम्भवति. तदा एव श्लिषादयः धातवः सन्ति चेदपि कर्तरिप्रयोगे अपि वाक्यं सम्भवति इति अत्र विषयः. अकर्मकधातुः अस्ति चेत् साधारणतया धातुः अकर्मकः अस्ति चेत् तत्र कर्मणि प्रयोगः न सम्भवति. तत्र किं वदामः, सर्वदा धातुः अकर्मकः अस्ति चेत् भावे प्रयोगः सम्भवति. इतोपि ज्ञातव्यः अंशः तत्र कः इत्युक्ते, धातुः अकर्मकः चेत् तदा तस्य अकर्मकधातोः क्तान्तरूपम् उपयुज्य कर्तरिप्रयोगे अपि वाक्यं सम्भवति. कथमित्युक्ते, अहं पूर्वम् उक्तवती, बालः हसितः इति वाक्यं कर्तरिप्रयोगे अस्ति, किन्तु तदेव वाक्यं भावे प्रयोगे वक्तुम् इच्छामश्चेत् बालेन हसितम् इत्युक्ते भावे प्रयोगे रूपं कथं भवति इत्युक्ते सर्वदा नपुंसकलिङ्गे सिद्ध्यति बालेन हसितम्. हस्यते इति वदामश्चेत् तत् कर्मणि लट्, बालेन कर्मणि लट् भवति, किन्तु अस्माकं प्रसङ्गः तु क्ताप्रत्ययान्तरूपं योजयित्वा वाक्यं निर्मातुमिच्छामश्चेत् तदा वाक्यानि कथं लेखनीयानि, क्ताप्रत्ययान्तरूपाणि योजयित्वा वाक्यं लिखामश्चेत् एवं रीत्या चिन्तनीयम्. इत्युक्ते सः धातुः सकर्मकधातुः वा अकर्मकधातुः वा इति चिन्तयित्वा तत्पश्चात् तस्य कृतान्तरूपं स्वीकृत्य अकर्मकधातूनां प्रसङ्गे भूतकालार्थे कर्तरिप्रयोगे वाक्यं सिद्ध्यति, गत्यर्थकधातूनां प्रयोगे अपि कर्तरिप्रयोगे अपि च कर्मणि प्रयोगे द्विधा अपि वाक्यं लेखितुं शक्नुमः. इत्युक्ते एतावत् तत्र केचन नियमाः सन्ति इति विषयः क्ताप्रत्ययान्तरूपाणां विषये. तत्रापि बालेन हसितम् आसीत् इति वक्तुं शक्नुमः किम्? बालेन हसितम् आसीत् अपि साधु एव. गोविन्दः नगरं गतः इति उक्तवती, गतः विशेषणमस्ति, तो क्रिया का भवति तत्र? क्तान्तरूपाणि कृदन्तपदानि, किन्तु क्तान्तरूपाणि क्रियापदम् इव कार्यं कुर्वन्ति. विशेषणमपि क्रियापदमपि, गोविन्दः नगरं गतः, तत् क्रियापदमपि विशेषणपदमपि. गोविन्द नगरं गतं रैट्, नाट् नगरं गत. गोविन्देन नगरं गतं, गोविन्दः नगरं गतः. उत्तमम्. अत्र वाक्यद्वयं सिद्ध्यति. प्रथमं वाक्यं कर्तरिप्रयोगे वक्तुमिच्छामश्चेत् गोविन्दः नगरं गतः इति कर्तरिप्रयोगे वाक्यम् अस्ति. कर्मणि प्रयोगे गोविन्देन नगरं गतम्, तत्र नगरं कर्मणि प्रयोगे वाक्यमस्ति इति कृत्वा कर्तृपदस्य तृतीया विभक्तिः भवति, कर्मपदस्य प्रथमा विभक्तिः भवति. तत्र नगरं गतं कर्मणि प्रयोगे कर्मपदम् अनुसृत्य क्रियापदं भवति, कर्तरिप्रयोगे कर्तृपदम् अनुसृत्य क्रियापदं भवति इति कृत्वा तत्र गोविन्देन नगरं गतं वाक्यं साधु, गोविन्दः नगरं गतः इति वाक्यमपि साधु. गम् धातुः गत्यर्थकधातुः अस्ति इति कृत्वा तस्य क्तान्तरूपम् उपयुज्य द्विधा अपि कर्मणि प्रयोगे कर्तरिप्रयोगे द्विधा अपि वाक्यानि लेखितुं शक्नुमः. वदतु पुनरेकवारं, सकर्मकर्कमधातोः प्रयोगं कथं भिद्यति इति कृपया विवृणोतु भाविप्रयोगे यदि शक्यते. धातुः कीदृशः इति प्रथमतया द्रष्टव्यं. धातुः सकर्मकधातुः अस्ति चेत् वाक्यं कर्मणि प्रयोगे एव भवति. किमर्थं चेत् धातुः सकर्मकः, तत्र कर्मपदं भवितुमर्हति इति कृत्वा वाक्यं कर्मणि प्रयोगे भवितुमर्हति. अत्र मम पार्श्वे एकं वाक्यमस्ति, वानरेण फलं खादितं, खादधातुः सकर्मकधातुः इति कृत्वा वानरेण फलं खादितम् इदं वाक्यं कर्मणि प्रयोगे अस्ति. धातुः अकर्मकधातुः अस्ति चेत् तदा वाक्यं भावे प्रयोगे भवति. धातुः अकर्मकधातुः अस्ति चेत् तत्र कर्मपदं स्वीकर्तुं न शक्नोति सः धातुः इति कृत्वा अकर्मकधातुः अस्ति चेत् तदा भावे प्रयोगे वाक्यं सिद्ध्यति. अत्र वाक्यमस्ति अश्वेन धावितम्, अश्वेन धावितम्, तत्र वाक्यं भावे प्रयोगे अस्ति. किमर्थं चेत् तत्र धाव् धातुः अकर्मकधातुः, तदर्थं वाक्यम् अश्वेन धावितम् अस्ति. अत्र धावित इति पदं क्ताप्रत्ययान्तरूपं, भावे प्रयोगे वाक्यमस्ति. एतत् सर्वं साधारणविषयः, किन्तु अत्र किञ्चित् इतोपि वैशिष्ट्यमस्ति. इत्युक्ते व्याकरणे सर्वदा प्रथमतया औत्सर्गिकविषयान् जानीमः, तदनन्तरं विशेषविषयान् जानीमः. इत्युक्ते अत्र विशेषः कः इत्युक्ते, यद्यपि गम् धातुः सकर्मकधातुः तथापि तस्य रूपं न केवलं कर्मणि प्रयोगे, कर्तरिप्रयोगे अपि वाक्यं लेखितुं शक्नुमः. न केवलं गम् धातुः, अन्येषां गत्यर्थकधातूनां प्रसङ्गे अपि अयमेव नियमः. तत्र गम् धातोः प्रसङ्गे क्ताप्रत्ययान्तरूपम् उपयुज्य वाक्यद्वयं लेखितुं शक्नुमः. कथम् इत्युक्ते, अत्र गोविन्दः नगरं गतः. नगरम् इति नपुंसकलिङ्गपदमस्ति. एतत् वाक्यं कर्तरिप्रयोगे अस्ति. कर्तरिप्रयोगे अस्ति इति कृत्वा कर्तृपदम् आश्रित्य क्रियापदं भवति. गोविन्दः गतः. कुत्र? नगरं. तत्र गोविन्दः गतः, अनयोः मध्ये विशेषणविशेष्यभावः अस्ति. अपि च गतः इति कृतान्तरूपं न केवलं विशेषणम्, अस्मिन् वाक्ये क्रियापदम् इव कार्यं करोति. इत्युक्ते केषुचित् वाक्येषु क्रियापदं तिङन्तपदम् इति वदामः, तिङन्तपदं नास्ति चेदपि कृदन्तपदं क्रियापदम् इव कार्यं करोति. मया न ज्ञातम् इति वदामि चेत् तत्र ज्ञातम् इति कृदन्तपदं तिङन्तपदम् इव कार्यं करोति. तथा एव अत्र गोविन्दः नगरं गतः इति वाक्यं कर्तरिप्रयोगे अस्ति. गम् धातुः गत्यर्थकधातुः. इदमेव वाक्यं कर्मणि प्रयोगे अपि सम्भवति. कथमित्युक्ते, गोविन्देन नगरं गतं. गोविन्देन नगरं गतं. तत्र नगरं गतम् अनयोः मध्ये सम्बन्धः अस्ति. किमर्थमित्युक्ते, इदं वाक्यं कर्मणि प्रयोगे अस्ति. कर्मणि प्रयोगे कर्मपदम् अनुसृत्य क्रियापदं सम्भवति. वदतु. एतत् एक्साम् उदाहरणे नगरं नपुंसकलिङ्गः भवति, अतः परिवर्तनं न दृश्यते. सपोज् ऐ से महिला आपणं गता, यु केन् से नो प्रत्यय गता, महिला आपणं गता, दट् बिकम्स् इन् कर्मणि महिलया आपणः गता. देर् वि केन् सी द चेञ्ज् इन् कर्मपद नो महिलया आपणः गतः. गता आपणः गतः. ओके ओके ओके. कर्तरि महिला आपण गता. कर्तरिप्रयोगे भवति. गतवती इति तावत् प्रत्ययान्तरूपम् अस्ति. समयाभावात् अग्रे सरेम. एतावता अत्र तदनन्तरं कस्य कस्य किं किम् इति न ज्ञातं भवति इति वाक्यं समापितम्. अधुना अग्रिमं वाक्यं स्वीकृत्य विमला भगिनी भवती पठतु. आं भगिनि. सर्वस्य अस्य कारणं मम राज्याभिलाषः. सर्वस्य षष्ठी प्रथमपुरुषे एकवचनं. सर्वः इति प्रातिपदिकम् इति मन्ये. अस्य तु, अस्य अपि षष्ठी प्रथमपुरुषे एकवचनं. अयम् अदस् वा भगिनी अस्य प्रातिपदिकम्? इदं शब्दस्य मकारान्तप्रातिपदिकम् अस्ति. इदं शब्दस्य रूपं पुंलिङ्गे अयं भवति. अयं शब्दस्य षष्टिविभक्ति एकवचनरूपम् अस्य. सर्व इति सर्वनामपदम् अस्ति. तत्र सर्वशब्दस्य प्रसङ्गे वयं पूर्वं चर्चितवन्तः, तस्य रूपाणि सप्तसु विभक्तिषु त्रिषु वचनेषु भवन्ति इति विषयः. अपि च कारणं भवती जानाति चेत् वदतु. कृ इति क्रियापदं न, कृ इति धातुः ल्युडन्तरूपमिति मन्ये, तदेव जानामि भगिनि. अत्र क्रु धातुतः ल्युट् प्रत्ययस्य योजनेन करणम् इति रूपं सिद्ध्यति, किन्तु अत्र कारणम् इति लिखितमस्ति. न जानामि. उत्तमं. निच् प्रत्ययः अस्ति. क्रू धातुतः साधारण ल्युडन्तपदं करणं, किन्तु क्रू धातुतः निच् योजनेन निर्मितं पदं कारणं. कारणम् इत्युक्ते हेतुः. येन विना यद् न भवति तदेव कारणं. येन विना यद् न भवति तदेव कारणम् इत्युक्ते व्याकरणवर्गे अपि दृष्टवन्तः, कार्यकारणसम्बन्धः. कारणं नास्ति चेत् कार्यं न भवति इति वयं दृष्टवन्तः. मम विमला भगिनी वदतु. मम अहम् अस्मद् शब्दस्य षष्टि एकवचन रूपम्. अस्मद् शब्दस्य षष्टि एकवचनम्. अपि च अत्र अभिलाषः इति पदमस्ति, अत्र भवती वक्तुमिच्छति वा? न न भगिनि, न जानामि. अभिलाष इत्युक्ते पुल्लिङ्गे प्रथम एकवचनम् अस्ति इति तज्जानामि. अभिलाष इत्युक्ते आशा, लोभः इति पर्यायपदमिति चिन्तयामि. राज्यस्य अभिलाषः राज्याभिलाषः. अत्र अभिलाषः इति पुंलिङ्गपदमस्ति. अभि उपसर्गपूर्वकः, लष् धातुः अस्ति. लष् धातोः घञ् प्रत्ययान्तरूपं लाशः, अभिलाषः घञ्यन्तरूपं. सः अभिलषति इति वयं साधारणतया शृणुमः. सः काङ्क्षति, सः वाञ्छति, सः इच्छति इत्यादिषु अर्थेषु सः अभिलषति इति वाक्यमपि अस्ति. अत्र अभिलाषः इत्युक्ते इच्छा, वाञ्छा, मनोरथः इत्यादीनि पदानि सन्ति. अत्र राज्यम् इति पदमस्ति. राज्यम् इत्युक्ते राज्ञः भावः राज्यम्. वयं पूर्वं दृष्टवन्तः बालस्य भावः बाल्यं, तथा एव राज्ञः भावः राज्यम्. एतादृशानि पदानि तत्र बाल्यं, राज्यं, पौरोहित्यं, सैनापत्यं, गार्हपत्यं, प्राजापत्यम् इत्यादीनि पदानि, तद्धितप्रत्ययान्तपदानि, एतानि सर्वाणि एकेन विशिष्टसूत्रेण निर्मितानि पदानि. अपि च अहम् एव सर्वविधस्य क्लेशस्य हेतुः इति लिखितमस्ति, तस्मिन् प्रसङ्गे वदतु. अहं हेतु इत्युक्ते कारणं, मम कारणे एवं सर्वं भूतम् इति. तदेव. अत्र क्लेशः इति पदमस्ति, पुंलिङ्गपदमस्ति. क्लेशः इति पदस्य षष्टिविभक्त्यन्तं रूपम् अत्र दत्तमस्ति. भवती वक्तुमिच्छति वा अत्र क्लेशः इति पदस्य प्रसङ्गे? तस्य भावः क्लेशः, तद्धितान्तपद घञ् प्रत्ययान्तरूपम् अस्ति. क्लिश् धातोः रूपमेव क्लिश्. भवती जानाति एव क्लिश् इति धातुः, तत्र उपधायां कः वर्णः अस्ति क्लिश् धातौ? उपदेश अनुनासिक इकारान्त. उत्तमं. सूर्यकुमारी भगिनी वदतु. फुगन्तलघुपदस्य एकः गुणः भवति, ह्रस्व एकः वर्णः गुणः भवति सार्वधातुक अर्धधातुकयोः. अत्र फुगन्तलघुपदस्य च एव, अत्र फुगन्तलघुपदस्य च एव. किमर्थमित्युक्ते धातुः इकारः अस्ति चेत् इदुपद्धधातुः इत्युक्ते उपधायाम् इकारः अस्ति. क्लिश् इति कथनेन ककारः, लकारः, इकारः, त्रयः वर्णाः सन्ति. अत्र क्लिश् उपधायां तत्र इकारः अस्ति इति कृत्वा युदुपद्धधातुः. क्लिश् धातुतः घञ् प्रत्ययस्य योजनेन क्लेशः इति रूपं सिद्ध्यति. तत्र गुणः भूत्वा इकारस्य गुणसंज्ञकवर्णः एकारः इति कृत्वा क्लिश् तः क्लेशः इति रूपं सिद्ध्यति. अहं दृष्टवती, तदर्थं वदामि. क्लिश् धातुः गणद्वये अस्ति, क्रियादिगणे अस्ति, दिवादिगणे अपि अस्ति. क्लिश् धातुः क्रियादिगणे अस्ति चेत् क्लिश्नाति इति रूपं सिद्ध्यति. क्रियादिगणे ना इति आयाति इति कृत्वा क्रियादिभ्यः श्ना इति सूत्रेण तत्र क्लिश्नाति इति रूपम् अस्ति. दिवादिगणे अपि अस्ति इति कृत्वा क्लिश्यते इति रूपम् अस्ति. एतावता क्लिश्यते दिवादिगणे क्लिश् धातुः अस्ति, तस्य रूपमेव अत्र क्लेशः. किन्तु अहं किम् अवगतवती इत्युक्ते क्रियादिगणीयक्लिश् धातोः रूपं दिवादिगणीयक्लिश् धातोः रूपं लट् रूपं भिद्यते, किन्तु घञन्तरूपं समानमेव. इत्युक्ते कुत्रचित् तथा भवति, क्लिश् धातुतः क्लेशः, क्रियादिगणीयधातोः रूपमपि क्लेशः एव, दिवादिगणीयधातोः घञन्तरूपमपि क्लेशः एव. तादृशी स्थितिः कुत्रचित् सम्भवति एव. क्लिष्टातु एक गीतम् अस्ति खलु भगिनि संस्कृतयां, नैव क्लिष्टा न च कठिना. क्लिष्टा नैव क्लिष्टा न च कठिना. अत्र क्लेशः इति पदं घञन्तरूपम् अस्ति, किन्तु भवती यदुक्तवती तत्र क्लिष्टा क्लिष्टा इति वदतु. क्लिष्टा प्रायेण तदपि क्तान्तरूपं भगिनि, न क्तान्तरूपं स्त्रीलिङ्गे अस्ति. एषा भाषा नैव क्लिष्टा विशेषणानि भवन्ति क्लिष्टा कठिना. भाषा तु संस्कृतभाषा. उत्तमं भगिनि, साधु. भवती एव वदतु अग्रिमे वाक्ये किं लिखितम्. अग्रिमे वाक्ये अस्ति भगिनि क्लिष्टा, अत्र मूर्धन्यशकारः भवति किल, धातुः तु क्लिश् इति तालव्यशकारः अस्ति, तत्र क्लिष्टा इति मूर्धन्यशकारः अष्टुनाष्टुः भवति वा शकार भवति. उत्तमम्. अपि च अत्र इतोपि अवगन्तुमिच्छामश्चेत् धातोः मूलस्थित्यां क्लिश्यते क्लिश्येते क्लिश्यन्ते इत्युक्ते मम आशयः तु कुत्रचित् धातौ औपदेशिकधातौ मूर्धन्यशकारः दृश्यते, किन्तु अत्र क्लिश् धातोः प्रसङ्गे मूलधातौ इत्युक्ते उपदेशावस्थायाम् अपि तालव्यशकारः एव दृश्यते. इत्युक्ते एतावता अत्र ष्टुत्वं भूत्वा ष्टुनाष्टुः इति वदामः, स्तोः ष्टुनाष्टुः इति सूत्रेण तत्र ष्टुत्वं भवति इति विषयः. भगिनि दृष् धातोः अपि तालव्यशकार धातोः धातौ भवति, दृष्ट्वा इति मूर्धन्यशकार भवति किल. उत्तमं. दृष्ट्वा दृष्टः दृष्टं दृष्टिः दृश्यते इति तालव्यशकार एव. उत्तमं. दृश्यते इति कर्मणि लट्. अग्रिमं वाक्यं पमेला भगिनी वदतु. भगिनी क्षम्यतां भगिनि वदतु. राज्याभिलाषा समस्तपदम भगिनि. समस्तपदं कथं विग्रहम् भगिनी उक्तवती राज्यस्य. राज्यस्य अग्रिमं वाक्यम् अहं कथं जीवानि. अहं कथं जीवानि अस्मत् शब्द अहं कथं जीवानि. जीवानि इत्युक्ते जीव् धातुत लोट् लकारे उत्तमपुरुषे एकवचनं. तर्हि सः चिन्तित सः किम् अनुभवति, अहं कथम् जीवानि इति सङ्कोच वा अथवा किं वदामः. एकवारम् अत्र जीवानि इति पदं लिखितम् अस्ति, एकवारं भवती जानाति चेत् एकवारं रूपाणि स्मारयतु. जीवानि इत्यस्य लोट्लकार जीवत अथवा जीवतात् जीवतां जीवन्तु देन् जीव तर्हि तत्र अपि इतोपि एकरूपं सिद्ध जीवतात् जीवतं जीवत देन् जीवानि जीवाम जीवाव जीवाम उत्तमं भगिनि अरुणा भगिनी भवती जानाति चेत् वदतु जीवानि जीवाव जीवाम तत्र आडुत्तमस्य पिच्च इति सूत्रस्य प्रसक्तिः अस्ति तेन किं भवति पुनः वदतु भगिनि अत्र लोट्लकारे उत्तमपुरुषे जीवानि जीवाव जीवाम इत्यादीनि रूपाणि सन्ति तत्र आडुत्तमस्य पिच्च इति एकं सूत्रमस्ति तेन सूत्रेण किं भवति अत्र जीवयोगः अस्य वृद्धिः भवति तदेव दीर्घं भवति तदेव इत्युक्ते वृद्धिः इति न वदामः आट् आगमः भवति आट् आगमः भवति आट् उत्तमस्य पिच्च पित् पित् प्रत्ययः अस्ति चेत् आट् आगमः भवति उत्तमपुरुषे आट् आगमः भवति आट् इति कथनेन तत्र टकारः इति संज्ञकवर्णः भूत्वा केवलम् आकारः श्रूयते जीवानि जीवाव जीवाम इति तत्र आट् आगमः भवति विशिष्टं सूत्रम् आडुत्तमस्य पिच्च सूत्रमस्ति अपि च अत्र रोदिति इति पदस्य प्रसङ्गे कः वक्तुमिच्छति अथवा का वक्तुमिच्छति अरविन्द महोदय भवान् वक्तुमिच्छति वा रोदिति रुत् धातु लोट् लकार प्रथमपुरुष एकवचनम् अत्र रोदिति अस्ति अत्र लट् लकाररूपम् अस्ति लट् लकाररूपम् अस्ति लट् लकाररूपं रोदिति इति अस्ति वर्तमानकालार्धे वर्तमाने लट् इति सूत्रेण अत्र लट् लकाररूपं पुस्तके दत्तमस्ति रोदिति रोदिति इति पदस्य प्रसङ्गे कोऽपि वक्तुमिच्छति वा इतोपि महोदय भवान् वक्तुमिच्छति चेत् वदतु रो भवति गुणं भूत्वा किन्तु इकारम् इडागमः कथं भवति धातु ऐ थिङ्क् इदि तु नुम् धातु अस्ति अस्य पदस्य प्रसङ्गे किञ्चित् वदामि यद्यपि विषयान्तरमेव तथापि किञ्चित् वक्तुम् इच्छामि अत्र धातुः रुधिर् अस्ति उपदेशावस्थायां रुधिर् इति धातुः अस्ति इति संज्ञाप्रकरणे सप्तसूत्राणि सन्ति तेषां सूत्राणां द्वारा औपदेशिकधातुतः इत्संज्ञकवर्णानाम् अपगमनं भवति किन्तु अत्र एकं विशिष्टं वार्तिकमस्ति वार्तिकेन रुधिर् इति धातुतः इर् इति वर्णद्वयस्य अपगमनं भवति तेन लौकिकधातुः रुद् आयाति रुद् इति धातुः उदुपदधातुः इत्युक्ते उपधायाम् उकारः अस्ति रुद् इति कथनेन दकारात् पूर्वम् उपधायाम् उकारः अस्ति अत्र उपधायाम् उकारः अस्ति चेत् तदा पुगन्तलघुपधस्य च सूत्रेण गुणः भूत्वा रोद् भवति साधारणतया इडागमः केवलम् आर्धधातुकप्रसङ्गे एव भवति सार्वधातुकप्रसङ्गे इडागमः न भवति एव किन्तु व्याकरणे सर्वदा प्रथमतया सामान्यसूत्राणि जानीमः पश्चात् विशिष्टसूत्राणि पठिष्यामः इत्युक्ते औत्सर्गिकरूपेण साधारणकार्यं सर्वदा भवति किन्तु कुत्रचित् अपवादाः सन्ति तादृशः अपवादः एव अत्रापि अस्ति इत्युक्ते रुद् धातोः प्रसङ्गे रुदादिभ्यः सार्वधातुके इति सूत्रेण तत्र मध्ये इडागमः भवति आरम्भे रुद् रोद् भवति मध्ये रुदादिभ्यः सार्वधातुके इति सूत्रेण इडागमः भूत्वा रोदि इति मध्ये इकारः आयाति अन्ते ति प्रत्ययं योजयामः किन्तु रुदादिभ्यः सार्वधातुके इति सूत्रं पञ्चानां धातूनां प्रसङ्गे कार्यं करोति स्वसिति रोदिति जक्षिति अनिति स्वपिति इत्यादिषु पदेषु इडागमः रुदादिभ्यः सार्वधातुके सूत्रेण भवति कार्यं. किन्तु अत्र ज्ञातव्यः अंशः कः इत्युक्ते, सर्वे अत्र रुद् धातोः रूपाणि पश्यन्तु. रुद् धातोः रूपाणि परिशीलयामश्चेत् तत्र अष्टसु स्थलेषु एव इडागमः भवति, इडागमः दृश्यते. इत्युक्ते रूपाणि एकवारं वदामि, रोदिति रुदितः रुदन्ति, रोदिषि रुदितः रुदिथ, रोदिमि रुदिवः रुदिमः. इत्युक्ते अत्र नवरूपाणि मया उक्तानि, नवरूपाणि परिशीलयामश्चेत् अष्टसु स्थलेषु एव इडागमः दृश्यते. प्रथमपुरुषबहुवचनरूपं परिशीलयामश्चेत् तत्र रुदन्ति इति रूपम् अस्ति. इत्युक्ते तत्र इडागमः न दृश्यते. किमर्थम् इत्युक्ते अन्येषु स्थलेषु वलादिसार्वधातुकप्रत्ययः अस्ति. वलादिसार्वधातुकप्रत्ययः अस्ति चेदेव इडागमः भवति. प्रथमपुरुष बहुवचने तत्र इडागमः न भवति. इत्युक्ते तत्र रूपं रुदन्ति अस्ति. इत्युक्ते तत्र इडागमः न दृश्यते. अन्येषु स्थलेषु रोदिति रुदितः, रोदिषि रुदितः, रुदिथ, रोदिमि रुदिवः, रुदिमः इत्यादीनि रूपाणि भवन्ति. इत्युक्ते रुद् धातोः प्रसङ्गे ज्ञातव्याः अंशाः बहवः सन्ति. अग्रे सरेम. सुजात भगिनी, अधोभागे, धन्यवादः. अधोभागे अभ्यासः इति लिखितम् अस्ति, अभ्यासं पठित्वा वदतु. कोष्टकात् शब्दान् चित्वा रिक्तस्थानानि पूरयत. कोष्टात् पञ्चमी विभक्ते अस्ति, शब्दान् शब्दौ शब्दान्. उत्तमम्. इति द्वितीयविभक्ति बहुवचनम् अस्ति शब्दान्. उत्तमम्. अत्र प्रथमं पदमस्ति कोष्टकम्. कोष्टकम् इति पदात् पञ्चमी विभक्त्यन्तं रूपम् अस्ति शब्दः. अत्र शब्दः इति पदमस्ति. अत्र शब्दः इति पदं पदम् इत्यस्मिन् अर्थे प्रयुक्तमस्ति. इत्युक्ते शब्दः इत्युक्ते पदं. किन्तु अहं दृष्टवती, तदर्थं वदामि, अमरकोशे शब्दस्य प्रसङ्गे श्लोकद्वयम् अस्ति. अमरकोशे एकः श्लोकः अस्ति, शब्दो निनादनिनदः ध्वनिध्वानरवस्वनः स्वाननिर्घोषनिर्हाद नादनिस्वाननिस्वनः. इत्युक्ते शब्दः इत्यस्मिन् प्रसङ्गे बहूनि पर्यायवाचकपदानि सन्ति. निनादः, निनदः, ध्वनिः, ध्वानः, रवः, स्वनः, स्वानः, निर्घोषः, निर्हादः, नादः, निस्वानः, निस्वनः, आरवः, आरावः, संरावः, विरावः. एतानि सर्वाणि पदानि शब्दस्य प्रसङ्गे दत्तानि. किन्तु अत्र शब्दः इत्युक्ते पदम् इत्यस्मिन् अर्थे एव लिखितमस्ति. अपि च चित्वा, वदतु. चित्वा चीदातु अस्ति, त्वान्त अव्ययमस्ति चित्वा. उत्तमं. क्त्वा प्रत्ययान्तरूपाणि अव्ययानि. रिक्तस्थानानि स्थादातुः स्थानानि. उत्तमम्. अत्र क्त्वा प्रत्ययान्तरूपाणि अव्ययपदानि भवन्ति. इत्युक्ते कृदन्त अव्ययानि इति वदामः. चित्वा इति अव्ययपदम् अस्ति. तत्र ची धातोः रूपम् अस्ति. ची धातोः रूपं चिनोति, चयने, सेलेक्षन् इत्यस्मिन् अर्थे चिनोति इति रूपम् अस्ति. तत्र स्वादिगणे अस्ति ची धातुः. चिनोति चिनुतः, चिन्वन्ति रूपाणि भवन्ति. अपि च रिक्त इति क्त प्रत्यय वा? ओन्लि रिक्त. धातु कः? रिच् धातुः. किञ्चित् वदामि. तत्र रिक्तस्थानानि, रिक्तस्थानानि इति पदं समस्तपदमेव. शोभा भगिनी एकवारं वदतु, अत्र रिक्तस्थानानि इत्यस्मिन् पदे रेफः निमित्तमस्ति चेदपि णत्वं न भवति, किमर्थम्? आं भगिनि, प्रथमतया एव रेफः निमित्तम् अस्ति, किन्तु रेफनकारयोः मध्ये व्यवधाने बहवः वर्णाः सन्ति, तत्र तकार तवर्गीयवर्णाः सन्ति, तत्र निमित्तं नास्ति, निमित्तं न, तत्र बाधकवर्णाः भवन्ति. किमर्थं चेत् रेफस्य रेफसनन्तरम् अट् वर्णाः कवर्गीय पवर्गीय अपि च नुम् इत्यस्य अनुस्वारः अट्कुप्वाङ् नुम् व्यवाये अपि इति सूत्रेण तानि एव भवितुम् अर्हन्ति, अतः तत्र तवर्गीय वर्णः अस्ति इति कृत्वा बाधा भवति. उत्तमं, सः एकः विषयः, इत्युक्ते मध्ये बाधकवर्णाः सन्ति चेत् तत् समासः अस्ति किल, रिक्तस्थानानि इति तत्र द्वे पदे अस्तु, तत्र एकं सूत्रमस्ति, उपसर्गे निमित्तम् अस्ति चेदपि णत्वं भवति इति, किन्तु तत्र रिक्त इति तु उपसर्गः नास्ति. अपि अत्र किं वक्तुमिच्छामि इत्युक्ते समानपदे समानपदे इति मुख्यः विषयः, एकस्मिन्नेव पदे एकस्मिन्नेव पदे एव निमित्तमस्ति, अपि च दन्त्यनकारः अस्ति चेदेव रसाभ्यां नोणः समानपदे इति सूत्रेण कार्यं भवति. इत्युक्ते भिन्नरीत्या वक्तुमिच्छामि चेत् तत्र अखण्डपदं भवेत्, अखण्डपदम् अखण्डपदम् इत्युक्ते तत्र एकमेव पदं भवेत्, णत्वं भवितुम् अखण्डपदं भवति चेदेव रसाभ्यां नोणः इति सूत्रेण कार्यं भवति, किन्तु अत्र अखण्डपदं नास्ति, सखण्डपदमस्ति. इत्युक्ते अत्र पदद्वयमस्ति, रिक्तस्थानानि इति पदं सखण्डपदम्, सखण्डपदे रसाभ्यां नोणः इति सूत्रेण कार्यं न भवति. इत्युक्ते रसाभ्यां नोणः सूत्रं केवलम् एकस्मिन्नेव पदे निमित्तमस्ति चेदेव तत्र णत्वकार्यं भवति, अत्र तु पदं सखण्डपदं, सखण्डपदम् इत्युक्ते समस्तपदम्, इत्युक्ते समस्तपदेषु सः नियमः न अनुवर्तते. अपि च लता भगिनी पृष्टवती उत्तमं, रामायणम् इत्यस्मिन् पदे तत्र पूर्वपदात् संज्ञायाम् अगः इति सूत्रेण, इत्युक्ते णत्वप्रसङ्गे नवत्रिंशत् सूत्राणि सन्ति, कानिचन सूत्राणि समस्तपदानां कृते कार्यं कुर्वन्ति, अन्यानि सूत्राणि अपि सन्ति. अत्र भगिनी ज्ञातुमिच्छामि, तत्र उपसर्गे निमित्तम् अस्ति चेत् णत्वं भवति किल, तत् सूत्रं किमस्ति भगिनि? उपसर्गादृति अहं, अपि च अत्र रिक्तस्थानानि इति समस्तपदमस्ति, रिक्त यथा भगिनी उक्तवती क्ताप्रत्ययान्तरूपम् अस्ति, रिच् धातुः, रिच् इति धातुः अस्ति, इदुपदधातुः इत्युक्ते उपधायाम् इकारः अस्ति, रिच् धातुः रुधादिगणे अस्ति, रुधादिगणे विरेचने विरेचने इत्यस्मिन् अर्थे रिच् धातुः अस्ति. रिच् धातोः प्रसङ्गे रूपं पश्यामश्चेत् तस्य रूपं ऋणक्ति, रुधादिगणे धातूनां रूपाणि विशिष्टानि भवन्ति, रिच् धातोः रूपं ऋणक्ति इति भवति. रिच् इति धातुं पश्यामश्चेत् ऋणच् इति रूपं सिद्ध्यति, तत्र रेफः निमित्तमस्ति इति कारणतः एकस्मिन् पदे अस्ति इति कृत्वा णत्वमपि भवति, णत्वम् अपि भवति, तेन ऋण ऋण इति रूपं तत्र सिद्ध्यति. अन्ते चकारः अस्ति, चकारः तत्र चोः कुः इति एकं सूत्रमस्ति, तेन सूत्रेण चकारस्य स्थाने ककारादेशः भवति, अन्ततो गत्वा ऋणक् ऋणक् इति रूपं सिद्ध्यति, तस्मात् परं ति प्रत्ययः अस्ति एव, तेन तस्य रूपं ऋणक्ति आरम्भे णत्वं भूत्वा ऋणक्ति इति रूपं सिद्ध्यति. एतावता लट्लकाररूपं ऋणक्ति रुधादिगणीयधातुः अस्ति. अस्य धातोः रूपमेव रेचनं विरेचनम् इति, रेचनम् इति ल्युडन्तपदमस्ति, धातुः रिच् अस्ति इति कृत्वा रेचनम् इति भवति, धातुः रुच् अस्ति चेत् रोचनं भवति. अत्र रिच् धातुः भिन्नः, रुच् धातुः भिन्नः. किञ्चित् सन्देहः अस्ति, तत्र नुमागमः तु भवति किन्तु नकारः न भवति भवति वा भगिनि? तत्र न इति अजन्त न भवति वा? रिञ्च् किमर्थं भवति तत्र न आयाति? पश्यतु भगिनि, रुदादिभ्यः श्नम् इत्युक्ते रुदादिगणे श्नम् इति विकरणप्रत्ययः आयाति. तत्र श्नम् इत्यस्मिन् पश्यतु, मकारः हलन्त्यम् इत्यनेन अपगच्छति, शकारः तालव्यशकारः लशक्वतधिते इत्यनेन अपगच्छति, तत्र न तिष्ठति. न तिष्ठति इत्युक्ते नकारः अपि च अकारः. हा, तत्र श्नम् इत्यस्य नकारः किन्तु क्षम्यताम्, अत्र चिन्तनं कथं भवेत् इत्युक्ते रुधादिगणे अस्ति इति कृत्वा रुधादिभ्यः श्नम् इति सूत्रेण न आयाति मध्ये. न आयाति इत्युक्ते नकारः अपि च अकारः. ओके, श्नम् इत्यनेन भवति. अस्तु, श्नम् इत्यनेन भवति. रिक्तं भाण्डम् अथवा रिक्तः हस्तः. किन्तु रिक्तहस्तः इति पदं पश्यामश्चेत् रिक्तहस्तः पुरुषः इति, इत्युक्ते पुरुषस्य विशेषणं भवति चेत् रिक्तहस्तः इति समस्तपदे बहुव्रीहिसमासः भवति. रिक्तहस्तः इत्युक्ते यस्य हस्तः रिक्तः सः रिक्तहस्तः इत्युक्ते बहुव्रीहिसमासयुक्तं पदं भवति. अपि च स्थाधातोः रूपमेव स्थानं, ल्युट् प्रत्ययान्तरूपं स्थानं. रिक्तस्थानम् इति सखण्डपदम् इति कृत्वा णत्वं न भवति. सुजाता भगिनी, भवती वदतु. पूरयत. आं भगिनि, पूरयत लोट् लकार मध्यमपुरुष बहुवचनम् अस्ति. पूरयत. उत्तमं. तत्र भवती दृष्टवती वा तत्र धातोः रूपं? चुरादिगणे पूरि आप्यायने पूरि निज चुरादिगणे अस्ति. चुरादिगणे धातुः, तत्र उभयपदी धातुः. भवती श्रुतवती वा पुनः पूरणि? पुनः पूरणि. आं भगिनि. इत्युक्ते किम्? रीफिल् पुनः पूरणि इति अर्थः अस्ति. पूरि धातोः क्ताप्रत्ययान्तरूपं, पूरि धातोः रूपं पूर्ण, पूर्ण इति क्तान्तरूपं. किन्तु णिच् प्रत्ययस्य योजनेन णिजन्तक्तान्तरूपं, णिच् प्रत्ययं योजयित्वा क्तान्तरूपं पश्यामश्चेत् पूरित इति भवति. पूरित इति भिन्नं रूपं, पूर्ण इति भिन्नं रूपं. पूर्ण इति अणिजन्तरूपं, पूरित इति णिजन्तरूपं. पूरितवान् क्तवत्वन्तरूपाणि भवन्ति, किन्तु पूर्ण क्तान्तरूपम् अस्ति. एतावता अत्र किं कर्तव्यम्? अत्र कोष्टकं दृष्ट्वा, कोष्टकं दृष्ट्वा रिक्तस्थानानि पूरयत. पूरयतु भगिनि. वदतु भगिनि. पूर्णता अपि एकं पदम् अस्ति किल, पूर्णता, पूर्णता, पूर्णत्वं, तदेव पूर्णता अपि एकं पदम् अस्ति किल. ऐ डोण्ट् नो द सोर्स् बट् ऐ हेव् हर्ड् आफ् दिस् वर्ड् पूर्णता, कम्प्लीशन् इति अर्थे. कम्प्लीशन् इत्यस्मिन् अर्थे अस्ति. सुजाता भगिनी, अग्रिमे पुटे वाक्यानि लिखित्वा पूरयतु. अद्य मङ्गलवासरः अस्ति. भगिनी, अद्य गुरुवासरः अस्ति, तदनुसृत्य वदतु. अद्य गुरुवासरः अस्ति. यः बुधवासरः आसीत्, परह्यः मङ्गलवासरः आसीत्, प्रपरह्यः सोमवासरः आसीत्, श्वः शुक्रवासरः अस्ति, परश्वः मङ्गलवासरः अस्ति, प्रपरश्वः बुधवासरः अस्ति. नो, भविष्यति, क्षम्यतां भगिनि. श्वः शुक्रवासरः भविष्यति, परश्वः शनिवासरः भविष्यति, प्रपरश्वः भानुवासरः भविष्यति. उत्तमम्. एतावता अद्य गुरुवासरः अस्ति इत्युक्ते वर्तमानकालार्थे अस्ति इति पदं योजयित्वा वदामः. भूतकालार्थे आसीत् इति रूपम् अस्ति. अपि च भविष्यत्कालार्थे भविष्यति. अद्य गुरुवासरः, किन्तु श्वः शुक्रवासरः भविष्यति. उत्तमम्. अस् धातोः प्रसङ्गे किञ्चित् वदतु. अस् धातु अदादिगणे अस्ति. मध्ये विकरणप्रत्ययः न आयाति. अस्ति अस्ति भवति. केवलम् अस् धातोः लट्लकाररूपाणि एकवारं भवती स्मारयति वा? अस्ति स्तः सन्ति. हसि स्तः स्थ आसम् अस्मि अस्व अस्मः स्मः स्मः स्मि स्वः स्मः. पुनः स्मारयति वा एकवारम्? अस्ति स्तः सन्ति अस्मि स्तः स्तः स्थ अस्मि स्मः स्वः स्मः. साधु भगिनी, प्रयत्नं कृतवती. अकर्मक धातु. साधु उक्तवती. केचन दोषाः सन्ति, किन्तु अत्र प्रयत्नः अपेक्षितः अस्ति. अस्ति स्तः सन्ति, असि स्तः स्थ, अस्मि स्वः स्मः. अपि च अस् धातोः लङ् रूपाणि अपि ज्ञातव्यानि. आसीत् आस्ताम् आसन्, आसीः आस्तम् आस्त, आसम् आस्व आस्म इति लङ् रूपाणि भवन्ति. लृट् लकाररूपम् अस् धातोः लृट् लकाररूपं पश्यामश्चेत् तत्र भू इति धात्वादेशः भवति. इत्युक्ते अस् धातोः प्रसङ्गे लृट् लकारे धात्वादेशः भवति. भू इति आदेशः भवति. अस्तेर्भूः इति सूत्रेण कार्यं भवति. अस्तेर्भूः इति सूत्रेण भू आदेशः भवति. किन्तु अस्तेर्भूः इत्यस्मिन् सूत्रे आर्धधातुके इति पदम् अनुवृत्तिरूपेण आयाति. आर्धधातुके इति पदम् अनुवृत्तिरूपेण आयाति. इत्युक्ते आर्धधातुकप्रसङ्गे एव अस् धातोः आर्धधातुकलकारेषु एव भू आदेशः भवतु इति अस्तेर्भूः सूत्रं वदति. इत्युक्ते लृट् लकारः सार्वधातुकः नास्ति, आर्धधातुकलकारः. तदर्थमेव आर्धधातुकलकारेषु अस् धातोः प्रसङ्गे धातोः स्थाने भू आदेशः भवति इति कृत्वा भविष्यति इति रूपं सिद्ध्यति. तदर्थमेव श्वः शुक्रवासरः भविष्यति. साधु भगिनी, आस्ते अपि अस् धातोः इव रूपम् आत्मनेपदी रूपम् आस्ते अनदर् धातु अदर् धातु भगिनि. ओहो ओके ओके. अन्यधातु डिफ्रेण्ट् अस् धातु डिफ्रेण्ट्. उत्तमम्. आस्ते आस्ते आसाते आसते तत्र. किन्तु आस् धातुः अपि द्वितीये गणे इत्युक्ते अदादिगणे एव अस्ति. अत्र आस् धातुः यः धातुः भवती उक्तवती सः धातुः उपवेशने इत्यस्मिन् अर्थे आस् धातुः अस्ति. तस्य रूपाणि आस्ते आसाते आसते रूपाणि सन्ति. किन्तु आस्ते मीन्स् उपविशति वा? तस्मात् धातुतः एव आसनम् उपवेशने इत्यस्मिन् अर्थे अदादिगणे आस् धातुः अस्ति. किन्तु अयं धातुः अस् धातुः. साधु एव. अत्र शुभदा भगिनी, भवती अग्रे किम् अस्ति किञ्चित् पठतु. धन्यवादः भगिनी. धन्यवादाः. द्वितीयबिन्दुः उपरि दत्तानाम् अभ्यासवाक्यानाम् आधारेण प्रश्नवाक्यानि रचयत. अत्र उपरि इति अव्ययमस्ति. दत्तानाम् इति दत्त इति दृष्टान्तरूपं दा इति धातुः तस्य षष्ठीविभक्ति बहुवचनं दत्तानाम् अभ्यासवाक्यानाम् इति शब्दस्य विशेषणमस्ति दत्तानाम् इति अभ्यासवाक्यानाम् इति समस्तपदमस्ति इति अहं मन्ये तावदेव आधारेण आधारः इति धृधातोः घञन्तरूपं घञ्प्रत्ययः वा तत्र ध्रुधातुः यस् वर्क् उत्तमं ध्रुधातुतः धरति धरते इति रूपाणि इत्युक्ते ध्रुधातुः सपोर्ट् अथवा होल्ड् इत्यस्मिन् अर्थे धारणे इत्यस्मिन् अर्थे ध्रुञ् धातुः अस्ति पश्यन्तु ध्रुञ् इति धातुः अस्ति तत्र धातोः अन्ते चवर्गी अन्तिमे व्यञ्जनम् अस्ति ध्रुञ् धातुः अस्ति तदर्थमेव स्वरितनितकर्तृभिप्राये क्रियाफले इति सूत्रेण तत्र धातोः अन्ते चवर्गीयव्यञ्जनं ञकारः अस्ति इति कृत्वा सः धातुः उभयपदी भवति धरति धरते तत्र ध्रुधातुतः धारः इति पदं सिद्ध्यति घञन्तरूपम् अत्र तु आधारः आधारेण वदतु आधारेण अणत्वं किमर्थम् आधारेण इति रेफः अपि च नकार इत्यस्य द्वयोर्मध्ये एकारः श्रूयते एकारः तु अट् प्रत्याहारस्य वर्णः अतः अट्कुप्वाङ्नुं व्यवायेपि इति सूत्रेण नकारस्य अणत्वं भवति अतः आधारेण इति अणत्वं मूर्धन्य अणकारः भवति आधारः इत्युक्ते आश्रयः इति अर्थः अस्ति प्रश्नवाक्यानि रचयत रचयतु रचयत इति रच इति धातुः चुरादिगणे धातुः अस्ति रचयति इति तस्य लट्लकारे रूपं भवति रचयत इति लोट्लकारे मध्यमपुरुषे मध्यमपुरुषे बहुवचनं रूपं भवति रचयत इति प्रश्नवाक्यानि इति प्रश्नवाक्यानि इति कर्मधारयसमासः भवति इति अहं मन्ये समस्तपदं भवति इति भूत्वा तस्य विशेषणमस्ति प्रश्नः इति वाक्यस्य विशेषणं भवति अतः कर्मधारयसमासः प्रश्नवाक्यानि इति समस्तपदं तस्य प्रश्नवाक्यम् इति नपुंसकलिङ्गे अस्ति तस्य प्रथमाविभक्ति बहुवचनं भवति प्रश्नवाक्यानि प्रश्नः इति चिन्ता मास्तु प्रच्छिधातोः प्रच्छिधातोः रूपमेव प्रश्नः अत्र वाक्यानि रचयतु यथा मङ्गलवासरः कदा अस्ति वयं गुरुवासरः इति स्वीकुर्मः तदा गुरुवासरः कदा अस्ति गुरुवासरः अद्य अस्ति बुधवासरः कदा अस्ति बुधवासरः ह्यः आसीत् मङ्गलवासरः कदा अस्ति मङ्गलवासरः परह्यः आसीत् सोमवासरः कदा अस्ति सोमवासरः परह्यः आसीत् अपि च श्वः इति स्वीकार्य बुधवासरः कदा अस्ति बुधवासरः श्वः भविष्यति गुरुवासरः कदा अस्ति गुरुवासरः परश्वः भविष्यति शुक्रवासरः कदा अस्ति क्षम्यताम् अद्य गुरुवासरः श्वः तु श्वः शुक्रवासरः भविष्यति परश्वः शनिवासरः भविष्यति प्रपरश्वर श्वः भानुवासरः भविष्यति उत्तमम् साधु भगिनी तदेव अत्र लिखितमस्ति भवन्तः जानन्ति एव अधुना अत्र इदानीम् इति पदम् उपयुज्य कानिचन वाक्यानि लिखितानि तानि वाक्यानि परिशील्य समापयामः साधु भगिनी धन्यवादाः लता भगिनी वदतु अत्र किं लिखितमस्ति उच्चैः पठत उच्चैः इति अव्ययपदं, पठत इति लोट्लकारे मध्यमपुरुषे बहुवचने अस्ति, पठत फस्ट् प्रथमः वाक्यः पूर्वं प्रथमं वाक्यं पूर्वम् अहं बालः आसम्, इदानीं युवकः अस्मि. पूर्वम् अपि अव्ययपदः, अहम् अस्मत् शब्दस्य त्रिलिङ्गे भवति, प्रथमाविभक्ति एकवचन, बालः अकारान्तपुल्लिङ्गशब्द बालः प्रथमाविभक्ति एकवचन, आसम् इति अस् धातोः उत्तमपुरुषे लङ्लकारे आसम् उत्तमपुरुषे एकवचने आसम् अहम् आसम् लङ्लकारे, इदानीं युवकः अस्मि. इदानीम् अगेन् अव्यय, युवकः अकारान्तपुल्लिङ्गपद युवकः, अस्मि अस्मि इस् वन्स् अगेन् अस् धातोः उत्तमपुरुष एकवचन लट् लकारे भवति अस्मि. उत्तमम्. अत्र पश्यन्तु आवरणे इदानीं तत्र कथं लिखितमस्ति, किन्तु अत्र परवर्णः यकारः अस्ति इति कृत्वा, इत्युक्ते हलिपरे व्यञ्जनमस्ति इति कृत्वा अत्र अनुस्वारादेशः भवति. अत्र वाक्यं पुंलिङ्गे अस्ति, वाक्यं परिवर्त्य स्त्रीलिङ्गे वदतु. पूर्वम् अहं बाला आसम्, इदानीं वृद्धा अस्मि. ओके, इदानीं युवती अस्मि. युवती अपि युवतिः रूपमपि अस्ति, युवती ईकारान्तदीर्घमपि अस्ति. उत्तमं, साधु भगिनि. तत्र अहं पूर्वं बालिका अथवा बाला इति अपि साधु एव, बाला इति अपि साधु एव, बाला आसम्, इदानीं युवतिः अथवा युवती अस्मि इति. द्वितीयं वाक्यं पठतु. इदानीं कः समयः? इदानीम् एकवादनम् अस्ति. इदानीं कः, तत्रापि कः इति व्यञ्जनः इदानीं पदे, देर्फोर् इदानीम् अनुस्वारः भवति, न मकारः. सो इदानीम् अव्ययपदं, कः समयः इति पुल्लिङ्गपदम्, अकारान्तपुल्लिङ्गपदं, देर्फोर् कः समयः, कः समयः. देन् इदानीं एकवादनं, तत्र इदानीं परे ये प्रथमाक्षरः स्वरः भवति, देर्फोर् अतः इदानीं मकारः वि हेव् टु यूस्, नाट् अनुस्वार. दट् मोनुस्वारः दट् सूत्र एङ्गल् ऐ डोण्ट् नो वेल्. ओके, दिस् मच् ऐ केन् से, इदानीं मकारः बिकास् परे स्वरः भवति, एकारः अस्ति अत्र. इदानीम् एकवादनम्, एकवादनम् इति नपुंसकलिङ्गे अस्ति एकवादनं. समय वेन् वि से वाट् टैम्, एकवादनं द्विवादनम् एतादृशं भवति नपुंसकलिङ्गे, बट् समयः इस् पुल्लिङ्ग ओन्लि. ओके, एकवादनम् अस्ति, अस्ति एगेन् अस् धातोः प्रथमपुरुष एकवचन भवति. पुस्तके एवं रीत्या लिखितमस्ति, किन्तु भारतदेशे इदानीं कः समयः? इदानीं पञ्चनिमिषाधिकदशवादनं रात्रौ. साधु भगिनी, उत्तमरीत्या उक्तवती. अधुना अरविन्द महोदय, भवान् वदतु तृतीयं वाक्यं परिशील्य वदतु. सैनिकाः प्रभाते शिबिरे आसन्, इदानीं युद्धक्षेत्रे सन्ति. सैनिकाः, सैनिकः अकारान्तपुल्लिङ्ग बहुवचनं सैनिकाः. प्रभाते शिबिरे इति सप्तमी अधिकरण शिबिरे इति अधिकरणार्थे तस्य विशेषणमस्ति. प्रभाते तत्र महोदय विशेषणम् अस्ति वा? तत्र पश्यतु कदा आसन्, कुत्र आसन्, अत्र प्रश्नद्वयम् आयाति, सैनिकाः आसन्, सैनिकाः कुत्र आसन्, शिबिरे आसन्, कदा इत्युक्ते प्रभाते, वदतु प्रभाते, तत्तु पूर्वान्न, पूर्वान्न शिबिर, पूर्वान्ने शिबिरे आसन्. उत्तमम्. इत्युक्ते कदा आसन् सैनिकाः शिबिरे? प्रभाते. इत्युक्ते सैनिकाः प्रभातसमये शिबिरे आसन्, किन्तु ते सैनिकाः इदानीं कुत्र सन्ति? इदानीं सैनिकाः युद्धक्षेत्रे सन्ति. वाक्यं तु साधु, प्रभातसमये ते सर्वे शिबिरे आसन्, किन्तु इदानीम् अस्मिन् समये सर्वे सैनिकाः युद्धक्षेत्रे सन्ति. तत्र किमपि काठिन्यं नास्ति. अग्रिमं वाक्यं, सुरेशः पूर्वं, संशय प्रातः इति अव्ययः, लेकिन् प्रभातः पुल्लिङ्गशब्दः वा? प्रभाते इति सप्तमी विभक्तौ अस्ति. भा धातुतः लट्लकाररूपं भाति तत्र अदादिगणे अस्ति. भा धातुः प्रा उपसर्गसहित आत्मनि भवति वा? सप्तमी रूपं प्रभाते. इत्युक्ते अत्र प्रश्नवाचकवाक्यं किं भवति? अहम् उक्तवती एव, सैनिकाः शिबिरे कदा आसन्. कदा इत्युक्ते समयः, अधुना समयः कः, तादृशरीत्या एव अत्र वाक्यं लिखितम् अस्ति. अग्रिमं वाक्यं पठतु महोदय. सुरेशः पूर्वं केरले आसीत्, इदानीं कश्मीरे अस्ति. तदपि सुरेशः अकारान्तपुल्लिङ्ग एकवचनं. पूर्वं कदा इत्यस्य उत्तरमस्ति, केरले इति केरलं तस्य सप्तमी एकवचनं. तत्र अहं दृष्टवती, अत्र किम् अवगतवती इत्युक्ते केरलः पुंलिङ्गपदं दत्तमस्ति, किन्तु काश्मीरं, काश्मीरम् इति नपुंसकलिङ्गे दत्तमस्ति. चिन्ता मास्तु महोदय, वदतु. अत्र कदा न, कुत्र किल? कुत्र आसीत्? कुत्र आसीत्? कुत्र केरल, कुत्र केरले, कदा इति पूर्वम्, इदानीं काश्मीरे अस्ति. तत्रापि काश्मीरे सप्तमी एकवचने अस्ति. उत्तमं. सुरेशः इति समस्तपदं, सुराणाम् ईशः, सुराणाम् ईशः सुरेशः, तस्मिन् पदे षष्ठी तत्पुरुषसमासः अस्ति. काश्मीरम् इति वदामश्चेत् तत्र काश्मीरे भवं काश्मीरं, तत्र तद्धितप्रत्ययान्तपदमेव. कश्मीरशब्दात् अण् प्रत्ययस्य योजनेन काश्मीर इति पदं सिद्ध्यति. सुरेशः नाम्ना एकः पुरुषः, सः पूर्वं केरले आसीत्, इदानीं काश्मीरे अस्ति. साधु महोदय, धन्यवादाः. अग्रिमं वाक्यं शोभा भगिनी भवती समापयतु. आं भगिनि. सरला प्रातः कार्यालयं गतवती, इदानीं नाट्यगृहं गच्छति. प्रातः इति अव्ययपदं, कार्यालयम् इति समस्तपदं, तस्य भगिनी विग्रहवाक्यं कार्यस्य आलयं वा? आलयः, आलयः, कार्यस्य आलयः, तदनन्तरं द्वितीयविभक्तौ कार्यालयम्. अस्तु, किमर्थं द्वितीयविभक्तिः? कर्मपदं भवति इति. अत्र गम् धातुः अस्ति, गम् धातुः सकर्मक अस्ति, अतः द्वितीयविभक्तौ भवति. इदानीं नाट्यगृहं गच्छति भगिनी, तत्र नाट्य नृत् धातुतः आगतः शब्द पदं वा? किन्तु पदं कथं साधितम् इति अन्या वार्ता, किन्तु अत्र नाट्यं, नाट्यम् इति पदमस्ति, तत्र नाट्यगृहं समस्तपदमेव. नट् धातु अस्ति किल, नृत् इस् डान्स्, नट् इस् आक्ट् परप्स् नट् धातुः अपि अस्ति अत्र नाट्य इति कथित फ्रम् नट् मेबि नटति अपि टु आक्ट् टु डान्स् नट् धातुः अपि अस्ति साधु वदतु नाट्यगृहं गच्छति तत्र तावदेव अग्रिमं पूर्वम् अत्र भगिनी सरला प्रातः कार्यालयं गतवती अत्र गतवती इति पदं किमर्थं लिखितम् अस्ति तस्मिन् स्थाने अन्यत् पदं योजयित्वा वदतु सरला प्रातः कार्यालयं गतवती तत्र गतवती इति तवतु सरला इत्यस्य स्त्रीलिङ्गे भवति गतवती गतवत् गतवान् गतवती गतवत् इति तस्य स्थाने अगच्छत् इति अपि भवितुम् अर्हति उत्तमं सरला प्रातः कार्यालयम् अगच्छत् इति इत्युक्ते भूतकालार्थे क्तवत्वन्तरूपम् अथवा क्तान्तरूपं योजयित्वा वाक्यं लेखितुं शक्नुमः अथवा क्तवत्वन्तरूपम् अथवा क्तान्तरूपं कृदन्तपदद्वयं किन्तु अत्र लङ्लकाररूपम् इत्युक्ते तिङन्तपदमपि योजयित्वा वाक्यं लेखितुं शक्नुमः सरला प्रातः कार्यालयम् अगच्छत् अगच्छत् इति तिङन्तपदं गतवती इति कृदन्तपदम् इत्युक्ते धातुतः कृत् प्रत्ययस्य योजनेन कृदन्तप्रातिपदिकं सिद्ध्यति तत्पश्चात् पुनः सुप्रत्ययं योजयामः तेन सुबन्तपदं भवति गतवती इति कृदन्तं सुबन्तञ्च कृदन्तम् इत्युक्ते धातुतः कृत् प्रत्ययस्य योजनेन निर्मितं क्तवतु इति प्रत्ययस्य योजनेन निर्मितं क्तवतु इत्यस्मिन् इत्संज्ञकवर्णाः के ऊहां करोतु तवतु तत्र ता इति अतः तत्र लशक्वतदिते इत्यनेन का इत्यस्य इत्सने अपि लोपः तस्य लोपः इत्यनेन तवतु इत्यस्मिन् क्षम्यतां भगिनि अधुना तावत् साधु एव भवत् इति तिष्ठति उत्तमम् उत्तमम् एतावता भवतु वदतु तत्र गता अपि उपयोजनं सम्यक् अस्ति खलु गता सरला प्रातः कार्यालयं गता गता साधु अन्यत् अपि भवितुम् अर्हति किल सरलया प्रातः कार्यालयः गतः उत्तमम् इत्युक्ते तत्र यथा दर्शना भगिन्या उक्तमासीत् सरला प्रातः कार्यालयं गता इत्यपि साधु एव तस्मिन् वाक्ये सरला गता कुत्र कार्यालयं तत्र कर्तरिप्रयोगे वाक्यमस्ति क्तान्तरूपं योजयित्वा किन्तु परिवर्त्य वदामश्चेत् सरलया कार्यालयः गतः इति वाक्यमपि साधु सरलया कार्यालयः गतः इति कर्मणि प्रयोगे वाक्यमस्ति अथवा सरला प्रातः कार्यालयम् अगच्छत् तिङन्तरूपम् इत्युक्ते लङ्लकाररूपं योजयित्वा लिखितम् अन्तिमं वाक्यं करोतु पूर्वं हास्तिनपुरं धृतराष्ट्रः पालितवान् इदानीं युधिष्ठिरः पालयति पश्चात् परीक्षित् पालयिष्यति पूर्वम् इति अवयपदं हास्तिनपुरम् इति तत्र भावे प्रयोगः इति मन्ये भगिनि अथवा तदेव पदमेव तादृशम् अस्ति वा इति न स्मरामि अहं किं दृष्टवती इत्युक्ते हास्ति नामकः रूपेण निर्मितं नगरं हास्ति नामकः राज्ञा निर्मितं नगरं हास्तिनपुरम् इति हास्तिनपुरं धृतराष्ट्रः तत्र तु पुंलिङ्गे पालितवान् इति अपि तवतु प्रत्ययः तत्र अत्र पालितवान् इत्यस्मिन् स्थाने लङ् रूपं योजयित्वा वदतु अपालयत् अपालयत् तत्र पल् इति एव धातुः तत्र पाल् इति भवति किल तत्र धातुः पल् नास्ति चुरादियगणः चुरादिगणे एव किन्तु तत्र धातुगणे पल् अस्ति पाल अस्ति उत्तमम् अत्र पालनं भगिनी उक्तवती पालनं ल्युडन्तपदमस्ति अपालयत् रूपमपि योजयित्वा तिङन्तरूपं योजयित्वा वक्तुं शक्नुमः अग्रे वदतु इदानीं युधिष्ठिरः पालयति अत्र तु तदेव धातुः इदानीं युधिष्ठिरः पालयति इति तत्रापि तत्र पालयति इति स्वार्थे एव भवति किमर्थं चेत् युधिष्ठिरः एव पालयति अपि च पश्चात् परीक्षित् पालयिष्यति भविष्यत् तत्र इडागमः भविष्यति स्याधातुः इति तत्र पल् अपि निच् योजनम् अपि च इष्यति इति आर्धधातुक भविष्यत्काले आर्धधातुकप्रत्ययाः आगच्छन्ति इति मन्ये भगिनी तत्र लृट्तलकारे पालयिष्यति इति पालयिष्यति इति लृट्लकाररूपमस्ति किमर्थं चेत् पश्चात् पालयिष्यति कः परीक्षित् पश्चात् पालयिष्यति लृट्लकाररूपं यथा भविष्यति इव लट्लकाररूपं पालयति वर्तमानकालार्थे पालयति भविष्यत्कालार्थे पालयिष्यति तत्र किमपि काठिन्यं नास्ति केवलं पठति पठिष्यति इव पालयति पालयिष्यति अत्र इडागमः किमर्थं भवति इत्युक्ते लृट्लकारः आर्धधातुकलकारः इत्युक्ते आर्धधातुकलकारेषु धातौ अपि च प्रत्यये अपि इडागमानुकूल्यमस्ति चेदेव कुत्रचित् धातौ आनुकूल्यं न भवति कुत्रचित् प्रत्यये अपि आनुकूल्यं न दृश्यते तस्यां दशायां इडागमः न भवति इत्युक्ते धातौ अपि च प्रत्यये अपि इडागमानुकूल्यं भवेत् चेदेव इडागमः भवति अत्र लृट्लकारे स्या इति प्रत्ययः अस्ति स्यतासील् रु लुटोः इति एकं सूत्रमस्ति तेन सूत्रेण स्या इति प्रत्ययः आयाति किन्तु सकारस्य स्थाने मूर्धन्यषकारः अपि आगच्छति तत् भिन्ना वार्ता अत्र पश्चात् इति पदमस्ति पश्चात् इति पदम् अपर इति शब्दात् निर्मितं पदं किन्तु अपर इति शब्दात् निर्मितं पदं पश्चात् किन्तु भवन्तः सर्वे जानन्ति एव पाश्चात्य इति पदमस्ति पाश्चात्य इति पदं पश्चात् शब्दात् एव निर्मितं पदं तथा एव पश्चात्तापः इति पदम् अस्ति पाश्चात्य इत्युक्ते फारिन् कण्ट्रीस् इति किल तद् अर्थे उपयोगं तदर्थमेव पश्चात् भवः पाश्चात्यः परीक्षित् इति पदमस्ति परीक्षित् तस्य पुत्रस्य नाम किम् जनमेजयः एक बृहत् यागं कृतवान् उत्तमम् अत्र जनमेजयः तस्य अन्यनाम वदामश्चेत् परीक्षितः इत्युक्ते परीक्षित् इति शब्दात् निर्मितं पदमेव परीक्षितः परीक्षितः इत्युक्ते तद्धित प्रत्ययान्तरूपं परीक्षितः इत्युक्ते जनमेजयः इति अर्थः अस्ति एतावत्पर्यन्तं वयम् उत्तमरीत्या चिन्तनं कृतवन्तः